जायसी चित्कर्मणस्ते मता बुद्धि जनार्दन तत्किं कर्माणि घोरे मां नियोजयसि केशव व्याविश्रेणेव वाक्येन बुद्धिं मोहय शिव मे तदेकं वद निश्चित्य येन श्रेयोऽहमप्नुयाम् श्रीभगवानुवाच लोकेऽस्मिन् द्विविधा निष्ठ पुरा प्रोक्ता मया नघ ज्ञानयोगेन सङ्ख्यानम् कर्मयोगेन योगिना न कर्मणा मनारम्भ नैष्कर्म्यम् पुरुषोऽश्नुते न च संन्यासना देव सिद्धिम् समाहि गच्छति न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्मकृत् कार्यते ह्यवशा कर्म सर्व प्रकृति जय गुणैः कर्मेन्द्रियाणि संयम्य यास्ते मनसा स्मरन् इन्द्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यते यस्तिन्द्रियाणि मनसा नियम्यारहतेऽर्जुन कर्मेन्द्रियैः कर्मयोगम् वसक्तः स विशिष्यते नियतम् कुरु कर्म त्वम् कर्म जायो ह्य कर्मणः शरीरयात्रा विचरे न प्रसिद्धेद कर्मणः यज्ञार्थ कर्मणोऽन्यत्र लोकोऽयम् कर्म बन्धनः तदर्थम् कर्म कौन्तेय मुक्तसङ्गः समाचर सह यज्ञः प्रजा श्रेष्ठा पुरोवाच प्रजापतिः अरे न प्रसविष्यध्व मेषवोऽस्त्विष्ट कामधु देवन् भावाय कालेन ते देवा भावयन्तु वः परस्परम् भावयन्तः श्रेयः परमवाप्स्यत इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभावितः तैर्दत्तान् प्रदायेभ्यो यो भुङ्क्ते स्तेन एव सः यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषैः भुञ्जन्ते ते त्वहम् पाप ये पचन्त्यात्मकारणा अनद्भवन्ति भूतानि पर्जन्यादन्न सम्भवः यज्ञाद्भवति पर्जन्यो यज्ञम् कर्म समुद्भवः कर्म ब्रह्मोद्भवम् विद्धि ब्रह्माक्षर समुद्भवम् तस्मात् सर्वगतम् ब्रह्म नित्यम् यज्ञे प्रतिष्ठितम् एवम् प्रवर्तितम् चक्रम् नानुवर्तायति हयः अभायुरिन्द्रिया रामो मोघम् पाठ स जीवति यत्स्वाध्मरातिरेव स्यात्मा तृप्तश्च मानवः आत्मनेव च सन्तुष्ट तस्य कार्यम् न विद्यते नैव तस्य कृते नाथो न कृते नेह कश्चन न चास्य सर्वभूतेषु कश्चिद्दत्तव्यपाश्रयः